पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 140 श्रीमहादेव उवाच भो देव्यन्यत् प्रवक्ष्यामि हिरण्यासङ्गमं महद यदा साभ्रमदी गङ्गा सप्तस्रोदा पुरा भवद तदा सा ब्रह्मतनया सप्तस्रोतेति विश्रुता सप्तमं तद्धिरण्याख्यं स्रोत इत्यभिधीयते तस्मिंस्तीर्थे नरस्नात्वा पापी गतिमवाप्नुयाद ऋक्षु मञ्जुमयोर्मध्ये सत्यवान्नाम पर्वतः तस्य प्राक् सुमहतीर्थं हिरण्यासङ्गमं शुभं तत्र स्नात्वा च पीत्वा च शुभां गतिमवाप्नुयाद वनस्थल्यां तदो गच्छे दृष्ट्वा नारायणं हरिं तीर्थमप्सरसां पुण्यं हिरण्यासङ्गमेश्वरम् यत्रोर्वशी पुरा जादा समस्ताप्सरसां शुभा नरनारायणौ तत्र तपस्तेप तुरुत्तमम् हिरण्यासङ्गमे रम्ये महापापहरे शुभे यत्र वैरुषयः सर्वे मज्जन्ति वीदकल्मषाः वसिष्ठाद्याश्च ये विप्रा वालकिल्यादयश्च ये यत्र मज्जन्ति देवेशि हिरण्या सह सङ्गमे यत्र हिरण्मयं रूपं स्नानाद्वै भवति ध्रुवं कपिला गोसहस्रस्य दानेनैव तु यद्फलं तद्फलं समवाप्नोति हिरण्यासङ्गमे सदा दशाश्वमेधे यत्पुण्यं ग्रहणे चन्द्रसूर्ययोः तदनं तगुणं प्रोक्तं हिरण्यासङ्गमे पुनः तुलापुरुषदाने च यत्फलं समवाप्नुयाद तद्फलं समवाप्नोति हिरण्यासङ्गमे सदा हिरण्याक्षो महादैत्यस्तेन तप्तं महत्तपः हिरण्यसदृशं तत्र शरीरमभवत्पुरा जनमे जये तथा राज्ञि यत्र स्नानं प्रकुर्वति ब्रह्महत्या गदा देवी हिरण्यासङ्गमे तदा विश्वामित्रोऽथ राजर्षिस्नानार्थं वै समागतः स्नानं कृत्वा विशेषेण गतोऽसौ मामकीं पुरीं ब्राह्मणाः क्षत्रिया वैश्या शूद्राश्चाथ सुरेश्वरी स्नानं येत्र प्रकुर्वन्ति ते गच्छन्ति शिवालयम् इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे 40 अधिक 100 तमोऽध्यायः ॐ